सर्वेषां स्वागतं, सर्वेभ्यः नमस्कारः. अहं विद्याशङ्करः. अद्य वर्गमहं चालयामि. यत्र पूर्वं शनिवासरस्य वर्गः स्थगितः, तत्र एव एषः वर्गः अपि स्थगितः न वा? सत्यम्? आम् आं महोदय, चिन्तयामि. अस्तु, तर्हि यथा शनिवासरे कृतं, तत्र चतुश्चत्वारिंशत् एकशततमे पुटे एकं चत्वारि चत्वारि इति तमे पुटे तत्र कारणानां लक्षणवाक्यानि सन्ति. अत्र विषयः अस्ति कारणानि, तेषां लक्षणवाक्यानि, अपि च लक्षणवाक्ये अवच्छेदकसम्बन्धः किं किम् अस्ति इति दृष्ट्वा तत्र सार्थक्यम् इति विषये चिन्तनं भवति. तत् पुनः एकवारं यत् पूर्वं कृतं तत्र एकवारं पुनः दृष्ट्वा अग्रे गच्छमिति शनिवासरस्य वर्गे कृतं, तथैव अत्रापि कुर्मः इति मम चिन्तनं. सम्यक् वा? अस्तु, तर्हि अयं वर्गः किञ्चित् प्रगतः अस्ति. सो इत्युक्ते पेज् 144 किञ्चित् प्रगतः. अहं रक्षाभगिन्याः वर्गे 43 पेज् 43 पर्यन्तमेव अहं पठितवान्. एवं वा? कुत्र पर्यन्तं पठितं? जयन्ति भगिन्या वर्गः अथवा रक्षाभगिन्या वर्गः अहं गच्छामि. धन्यवादः, बहु धन्यवादः. चिन्ता नास्ति, सर्वेषां किं चिन्तनं? सन्ध्या भगिनी, विद्या भगिनी, कुत्र स्थापितं पूर्वं पूर्वस्मिन् वर्गे? तत्रैव महोदय, यद् यत्र स्वरूपमहोदयस्य वर्गे यावत्पर्यन्तं पठितं तत्र चतुश्चत्वारिंशत् अधिक एकशतं तत् पठितमस्ति. तद् मम नोट्स् तु तत्र अष्टचत्वारिंशत् अधिक एकशतपर्यन्तम् इति दृश्यते. तर्हि यः क्रमः यावत्पर्यन्तं शनिवासरवर्गे कृतं तत् समानरीत्या अत्रापि कृतम् आसीत्. अस्तु, केन आगतं वा नूतनतया? अहं चिन्तयामि महोदय, या उक्तवान् विद्या भगिन्या, रक्षाभगिन्या अथवा जयन्ती भगिन्या, ता तु सा तु नूतनवर्गः वर्गः या आसीत् आसीत् जनवरि मासतः तस्मिन् वर्गस्य कृते महोदय किमपि उक्तवान्. अस्तु अस्तु, नूतन वर्गः आसीत्. ओ अस्तु अस्तु, एकवारं नामानि वदामि. बालसुब्रह्मण्यमहोदय, विद्या भगिनी, सन्ध्या भगिनी, राजेन्द्रमहोदय, अन्य कोऽपि? नमस्ते महोदय, रामप्रिया अस्मि. अस्तु भगिनि, स्वागतम्. अन्य कोऽपि? अस्तु, तर्हि यथा शनिवासरस्य वर्गे कृतं तथैव कुर्मः. तत्र पुनः किञ्चित् अभ्यासं भवति एव. तत्र एकं चत्वारि चत्वारि तन्मे पुटे तत्र यथा मया उक्तं समवायिकारणम् असमवायिकारणमिति, कारणं त्रिविधं, समवायि असमवायि निमित्तभेदात् इति अस्ति. तत्र समवायिकारणं यत् समवेतं कार्यमुत्पद्यते तत् समवायिकारणं. तत्र समवायिकारणस्य कार्यता कारणता अवच्छेदकसम्बन्धं दृष्ट्वा पठामः. तत्र विद्या भगिनी पठति वा? तथा च तस्मात् कुत्र अस्ति? तथा च अन्तिमपरिच्छेदे अस्तु. तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणत्वं पूर्वोक्तम् एव सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितम्. इह कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने किञ्चित् सम्बन्ध अवच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता इति लक्षणं स्यात्। तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः कथम् उच्यते? अस्मिन् विषये वदति वा उदाहरणं स्वीकृत्य? अस्तु, अत्र समवायिकारणस्य लक्षणवाक्यम् अस्ति समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणम् इति अस्ति। अत्र उदाहरणमस्ति घटः अपि च कपालः। घटः समवायिसम्बन्धेन कपाले अस्ति, कपालः एव कार्याधिकरणम् अस्ति, कपालः स्वस्मिन् कार्याधिकरणे तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटं जनयति इति कृत्वा कपालः घटस्य समवायिकारणम्। अत्र घटः एव कार्यं, कपालः कारणम्। अत्र कार्यता अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्धः, कारणतावच्छेदकसम्बन्धः कपालः कारणं, कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः इति समवायिकारणम्। अत्र घटः अपि कपालः द्वयोः कपाले समानादिकरण्यम् अस्ति। सम्यक् भगिनि, अत्र किञ्चित् सम्बन्धम् अत्र सार्थक्यं विषये किं लिखितम्? अस्तु, अत्र लक्षणवाक्ये अत्र कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति अस्ति। यदि तद्वयं त्यजामः चेत् तत्र यत्किमपि किञ्चित् सम्बन्धः इति वयं स्थापयामः तर्हि अत्र लक्षणवाक्यं भवति किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् इति यदि भवति चेत् तर्हि तत्र किं भवति इति प्रश्नः। तत्र घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति। अत्र अयं घटः इति ज्ञानम् अस्ति, प्रत्यक्षज्ञानं, तस्य कारणमस्ति विषयः, घटः एव विषयः, घटः निमित्तकारणं, घटः तु विषयः, समवायिकारणं नास्ति, असमवायिकारणं नास्ति इति कृत्वा निमित्तकारणं, तर्हि तादृशनिमित्तकारणे अतिव्याप्तिः भवति। किमर्थम् इत्युक्ते अग्रे दत्तमस्ति, तदपि वदामि वा? हा, अत्र ज्ञानम् अस्ति, अयं घटः इति ज्ञानम्, अनन्तरं घटः इति विषयः, अयं घटः इति ज्ञानं कुत्र वर्तते इति चेत् वयं जानीमः ज्ञानाधिकरणम् आत्मा इति, तर्हि आत्मा एव अधिकरणम् अस्ति ज्ञानस्य, ज्ञानम् इति गुणः, तर्हि गुणगुणिनोः सम्बन्धः अस्ति समवायिसम्बन्धः, तर्हि ज्ञानम् आत्मनि समवायिसम्बन्धेन अस्ति। इदानीम् अत्र घटः इति विषयः अस्ति, ज्ञानम् अपि च घटः द्वयोः अत्र सम्बन्धः अस्ति। कीदृशसम्बन्धः इति चेत् ज्ञानं घटे विषयतासम्बन्धेन अस्ति। सामान्यतया वयम् अत्र घटं वयम् अधिकरणतः वयं नयामः, तत्र तादृशं वयं कुर्मः चेत् तत्र परम्परासम्बन्धः इति तथा वदामः, परन्तु अत्र किञ्चित् लघुमार्गेण वयम् अत्र घटे अत्र कार्यं घटपर्यन्तं नयामः, तर्हि अत्र ज्ञानम् अस्ति, घटः इति विषयः अस्ति, द्वयोः विषयतासम्बन्धः, ज्ञानं कार्यमस्ति, घटः इति विषयः कारणमस्ति, तर्हि घटः कारणं, ज्ञानं घटे विषयतासम्बन्धेन वर्तते, तर्हि कार्यता अवच्छेदकसम्बन्धः विषयतासम्बन्धः, अनन्तरं घटः स्वस्मिन् तादात्म्येन तिष्ठति, तर्हि अत्र वाक्यं भवति विषयतासम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति। तर्हि तादृशवाक्यमस्ति चेत् इदानीं तत्र किञ्चित् सम्बन्धः इति वयं दृष्टवन्तः समवायिकारणलक्षणवाक्ये। यदि कार्यता अवच्छेदकसम्बन्धः समवायः इति त्यजामः चेत् किञ्चित् सम्बन्धः इति स्थापयामः चेत् तत्र इदानीम् अत्र विषयतासम्बन्धः अपि भवितुम् अर्हति, अतः घटप्रत्यक्षज्ञाने घटे अतिव्याप्तिः भवति। सुन्दरं भगिनि, सम्यक्तया उक्तं। कस्य प्रश्नः अस्ति वा अस्मिन् विषये? अस्तु, स्पष्टतया उक्तम्। अग्रे सन्ध्या भगिनी, द्वितीयसम्बन्ध अवच्छिन्नत्वं तस्मिन् विषये नाम तावत्पर्यन्तं न पठितम्. एवं वा? तथा च प्रकृत न मया पुनः न पठितम् इति वक्तुम्. अस्तु अस्तु, राजेन्द्रमहोदय वदति वा? कुतः महोदय? अग्रिमे पुटे तथा च द्वितीय इत्युक्ते द्वितीयसार्थक्यं सम्बन्धं वर्तमानं हि भेदे चक्षुरादीना इत्यनेन. तत्र न, अत्र अग्रिमे पुटे 1-4-6 तमे पुटे एतावता विद्याभगिन्या समवायसम्बन्धावच्छिन्नकार्यता तस्मिन् विषये उक्तम्. इदानीं कारणता अवच्छेदकसम्बन्धः तस्य सार्थक्यं कथं भवति इति द्रष्टव्यम्. पुनः च तथा च समवायसम्बन्ध अवच्छिन्नकार्यता निरूप्यत. भगिनी पठितवती अग्रिमे 1-4-6 तमे पुटे. ओ अस्तु अस्तु, तत्र द्वितीयदलमस्ति द्वितीयपरिच्छेदः कारणतायां कारणतायां तादाभ्यापसन् द्वितीयपरिच्छेदः कारणतायां तादात्म्यसम्बन्ध अवच्छिन्न अवच्छिन्नत्वा उपाधाने प्रथम असमवायिकारणे अतिव्याप्तिः कपालद्वयसंयोगः घटं प्रति असमवायिकारणं सः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति आवेदितम् एव सङ्ख्यानिरूपणे. तत्र हि कार्यता अवच्छेदकसम्बन्धः समवायः कारणता अवच्छेदकसम्बन्धो अपि सः एवं च समवायसम्बन्ध अवच्छिन्न कारणताम् आधाय अतिव्याप्तिः तादात्म्यसम्बन्ध अवच्छिन्न निवेशे तु न कपालद्वयसंयोगनिष्ठकारणता तादात्म्य अवच्छिन्ना किन्तु समवाय अवच्छिन्ना इति न अतिव्याप्तिः. प्रयत्नं करोमि महोदय. कारणतायां तादात्म्यसम्बन्ध अवच्छिन्न अनुत्पादने प्रथम असमवायिकारणे अतिव्याप्तिः कारणतायां यदा वयं न वदामः यथा पूर्वं भगिनी पठितवती समवायसम्बन्ध अवच्छिन्न अनुपाने किञ्चित् सम्बन्ध अवच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता यदि कारणतायाः सन्दर्भे तादात्म्यसम्बन्धः न निवेशामः तत्र प्रथम असमवायिकारणे अतिव्याप्तिः भवति. यथा कपालद्वयसंयोगः संयोगः प्रथम असमवायिकारणम् अस्ति. तत्र तु कपालः तु तादात्म्यसम्बन्धेन कपाले वर्तते अपि च कपालद्वयसंयोगः प्रथम असमवायिकारणम् अस्ति तत् सः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति आवेदितम् एव सङ्ख्यानिरूपणे. सः इत्युक्ते कपालः महोदय. सः कपालद्वयसंयोगः समवायेन कपाले स्थित्वा समवायेन जनयति घटं जनयति आवेदितम् सङ्ख्यानिरूपणे. तत्र हि कार्यता अवच्छेदकसम्बन्धः समवायः अत्रापि तत् किञ्चित् महोदय न अवगच्छामि. अस्तु, अत्र द्वितीय कारणतायां तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति न वदामः चेत् किञ्चित् सम्बन्धः इति भवतु, किञ्चित् सम्बन्धः इति भवति चेत् समवायसम्बन्धः इति भवतु. तर्हि कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति अस्ति चेत् तत् कुत्र गच्छति? प्रथमसमवायकारणे गच्छति. यतोहि प्रथमसमवायकारणस्य लक्षणं किं? समवायेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति. कपालद्वयसंयोगः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति कपालद्वयसंयोगः घटं प्रति असमवायि प्रथमविद असमवायिकारणम्. तर्हि अत्रापि लक्षणवाक्ये कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति वदामः चेत् कारणता अवच्छेदकसम्बन्धः अपि समवायः, कार्यतावच्छेदकसम्बन्धः अपि समवायः. तत्तु प्रथम असमवायकारणस्य लक्षणवाक्यं भवति. बुद्धं क्लेशः अस्ति वा? आं किञ्चित् चिन्तनीयं महोदय, न सम्यक्तया न अवगच्छामि. अन्ये सर्वे अवगच्छन्ति वा? किञ्चित् किञ्चित् पुनः वदामि वा अहं महोदय? वदतु भगिनी. तत्र इदानीं क्षम्यतां, तदा पूर्वं न अवगतं मया किं पृच्छन् अस्ति. तर्हि तत्र इदानीं यद् कार्यताविषये दृष्टवन्तः, तत्र किं दलम् आवश्यकम् इति, तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इति किमर्थम् आवश्यकम् इति दृष्टवन्तः. इदानीम् अग्रे कारणतायाः यदि दलं पश्यामः, तत्र यदि समवायसम्बन्धावच्छिन्नकार्यता निरूपित, किञ्चित् सम्बन्धावच्छिन्नकारणता इति यदि वदामः, तद् यदि समवायिकारणस्य लक्षणनिरूपणार्थं. परन्तु तत्र किं भवति, यतोहि कपालद्वयसंयोगः उदाहरणार्थं घटं प्रति असमवायिकारणं भवति, अतः तत्र कार्यतावच्छेदकसम्बन्धः समवायः अस्ति, कारणतावच्छेदकसम्बन्धः अपि समवायः अस्ति इति कृत्वा, तत्र एतादृश असमवायिकारणं यद्वयं प्रथमविधसमवायिकारणम् इति वदामः, तस्य लक्षणवाक्यं भवति समवायसम्बन्धावच्छिन्नकारणतानिरूपित, क्षम्यतां, समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणता इति लक्षणवाक्यमस्ति प्रथमविध असमवायिकारणस्य. इदानीं यदि पुनः गच्छामः समवायिकारणस्य लक्षणं प्रति, तत्र यद् इदानीं वदन्तः स्मः समवायसम्बन्धावच्छिन्नकार्यतानिरूपित, किञ्चित् सम्बन्धावच्छिन्नकारणता इति लक्षणं समवायिकारणस्य भवतु इति वदामः चेत्, इदानीं तत्र किञ्चित् इत्यस्य स्थाने समवायसम्बन्धं यदि स्थापयामः, तर्हि तद् लक्षणं भवति प्रथमविधसमवायिकारणस्य. अतः यदि समवायिकारणस्य लक्षणं समवायसम्बन्धावच्छिन्नकार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्नकारणता इति यदि वदेम, तर्हि तस्य अतिव्याप्तिः प्रथमविधसमवायिकारणे भवति इति कृत्वा, तत्र किञ्चित् सम्बन्धम् इत्यस्य स्थाने समवायसम्बन्धः इति भवितुं नार्हति, तत्र इतोपि तत्र भिन्नपदम् आवश्यकम् इति आगच्छति. किं किं पदम् आवश्यकम्? तत्र तादात्म्यसम्बन्धावच्छिन्न आवश्यकं कारणतायां, तदा एव समवायिकारणस्य तत्र लक्षणम् आगच्छति यद् अन्यत्र अतिव्याप्तिः न भवति इति अस्ति. कारणतावच्छेदकसम्बन्धः वक्तव्यं, तादात्म्यसम्बन्ध अवच्छिन्नत्वम् इति वक्तव्यं लक्षणवाक्ये, नो चेत् अतिव्याप्तिः भवति. रजेन्द्रमहोदय साधु अस्ति वा? आम् आम्, किञ्चित् अवगच्छामि, चिन्तयामि. यदा तादात्म्यसम्बन्ध अवच्छिन्न तत् न निवेशयामः तत् किं भवति तस्मिन् स्थले यदा वदामः समवायसम्बन्ध औच्छिन्न कार्यता समवायसम्बन्ध अवच्छिन्नकारणता यदि वदामः तत्र तु तत्र प्रथमविधि यथा समवायकारणता आसीत् तस्य कृते अतिव्याप्तिः भवति एवं वा महोदय? हा सत्यं तथैव अस्ति. तादृशसम्बन्ध अवच्छिन्नत्वं न वदामः चेत् किमपि भवतु तथा तर्हि दोषः भवति, अतिव्याप्तिः भवति. तर्हि विशेषतया वक्तव्यं तादात्म्यसम्बन्ध अवच्छिन्न कारणतासम्बन्धः इति वक्तव्यं. कारणतायां तादात्म्यसम्बन्ध अवच्छिन्नत्वं, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति वदामः चेत् लक्षणवाक्यं साधु भवति. अस्तु, अन्यस्य प्रश्नः अस्ति वा? अग्रे सरेम. अस्तु, रामप्रिया भगिनी अग्रे पठति वा? अत्र आद्य असमवायकारणस्य लक्षणवाक्ये तथा च तस्मात् आरभ्य आद्यसमवायिकारणं नो चेत् परिच्छेदः पठतु. आद्यसमवायिकारणं तस्मात् आद्य असमवायिकारणम् आद्य असमवायिकारणं समवायेन समवायिकारणे स्थित्वा समवायेन कार्यम् उत्पादयति. इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः. तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं प्रथम असमवायिकारणत्वम्. अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति लक्षणं स्यात् तदा सति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः. इदानीं यदा प्रथमविध असमवायीकारणस्य दलसार्थक्यं तत्र प्रथमविध असमवायीकारणम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे समवेतं सत् असमवायीकारणम् इति लक्षणवाक्यं. तस्मिन् तत्र तु कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः द्वौ अपि समवायः एव. अत्र कार्येण सह एकस्मिन् अर्थे प्रथम असमवाय कार्येण सह क्षम्यतां द्वितीयमेव कारणेन सह सत्यं कार्येण अस्तु. आम्, अत्र कार्यता कारणतायां कार्यताया अवच्छेदकसम्बन्धः कारणता अवच्छेदकसम्बन्धः द्वौ अपि समवायः एव. अत्र दीर्घवाक्यमस्ति समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं प्रथम असमवायीकारणम् इति. तत्र यदा वयं कार्यता एव त्यजामः किल प्रथमं कार्यतासम्बन्ध समवायसम्बन्धः इति तत् दलं त्यजामः चेत् किञ्चित् सम्बन्धः इति आगच्छति. यदा पूर्वं दृष्टवन्तः किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति लक्षणवाक्यम् इदानीं भवति. तत्र कुत्र अतिव्याप्तिः आगच्छति इत्युक्ते घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः. तदेव वयं पूर्वमपि यदा समवायिकारणस्य स्थले अपि दृष्टवन्तः पूर्वस्मिन् घटे अतिव्याप्तिः. अत्र घटप्रत्यक्षनिमित्तकारणे घटरूपे अस्तु भिन्नं घटरूपे अतिव्याप्तिः कथम् आगच्छति दत्तमस्ति वा? समवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः दर्शिता एव. तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति तद्वदेव घटरूपम् अपि भवति निमित्तकारणम्. निरूपाणां द्रव्याणां वायुवादीनां प्रत्यक्षम् अतः एव न भवति. यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं तत्र समवायेन रूप अपेक्षा. एवं च यदा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति तदा घटरूपमपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति. इह कार्यता विषयतासम्बन्ध अवच्छिन्ना कारणता च समवायसम्बन्ध समवाय अवच्छिन्ना तदा च प्रकृतसमवायीकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वानुपादाने किञ्चित् सम्बन्धेन पूर्ववत् विषयतासम्बन्धं ग्रहीतुं शक्नुमः. एतावद् वदामि वा महोदय? भगिनि वाक्यं वाक्यं न उक्त्वा सारांशः वदति वा? आम् आं प्रयत्नं करोमि. तादृशं तत्र इदानीं वयं कारणता अवच्छेदक सम्बन्धः एव प्रथमं त्यजामः किल. अतः किं भवति तत्र घटरूपे घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः इति दत्तमस्ति. कथम् इति एतत् परिच्छेदे तत्र एतद् चित्रं तदेव निरूपयति महोदय. अस्तु अष्टाधिक एकशतम् एकशततमे चित्रे अस्तु तत्र कारणम् इति घटः कार्यम् इति घटप्रत्यक्षं घटः तादात्म्येन स्वस्मिन् घटे स्थित्वा विषयतासम्बन्धेन कार्यम् इति घटप्रत्यक्षम् इति ज्ञानं जनयति. आम् तदेव एतत् चित्रं वदति. द्वितीयं चित्रम् एव घटरूपघटप्रत्यक्षयोः कार्यकारणभावः तत्र एव एतद् अस्तु तत्र घटरूपम् इति इदानीं गुणः तत्तु घटे समवायसम्बन्धेन स्थित्वा विषयतासम्बन्धेन कार्यम् इति घटप्रत्यक्षं जनयति तत्र एव क्षम्यतां घटरूपे एव अस्माकं अतिव्याप्तिः भवति. अत्र अस्मिन् तस्मिन् चित्रे कार्यकारणतावच्छेदकसम्बन्धः कः? द्वितीयचित्रे कारणतावच्छेदकसम्बन्धः समवायः कार्यतावच्छेदकसम्बन्धः विषयतासम्बन्धः अतः एव अतिव्याप्तिः. अस्माकं लक्ष्यं तु कार्यतावच्छेदकसम्बन्धः समवायः कारणतावच्छेदकसम्बन्धः अपि समवायः इति भवेत् परन्तु अत्र विषयतासम्बन्धः कार्यतावच्छेदकसम्बन्धः इति आगच्छति अनन्तरं कारणतावच्छेदकसम्बन्धः इति समवायसम्बन्धः आगच्छति. अत्र तथा च तस्मात् वाक्यात् पठति वा? तथा च प्रकृत असमवायकारणलक्षणे कुत्र अस्मिन् परिच्छेदे एव वा? अस्मिन् परिच्छेदे एव. तथा च प्रकृत असमवायिकारणलक्षणे कार्यतायां तस्मात् किञ्चित् सम्बन्धपदेन यथा पूर्ववत् महोदय कुत्र अस्ति इत्येव तत्र चित्रमस्ति 107 तत्र वामभागे तथा च कारणतायां समवायसम्बन्ध अवच्छिन्न अनुपादाने समवायसम्बन्ध अवचिन्न कार्यता निरूपित किञ्चित् सम्बन्ध अवचिन प्राप्तं क्षम्यतां तथा च किञ्चित् सम्बन्ध पदेन तादात्म्यस्य ग्रहणे समवायीकारणे अतिव्याप्तिः. कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अवच्छिन्नत्वोपा अपाधानेन वारणं च अपि भवति. एतादृशं कुत्र अस्ति भगिनि? 147 तमे पुटे 107 चित्रमस्ति तस्य वामभागे तथा च प्रकृत असमवायिकारणलक्षणे उक्तं वा? तथा च प्राप्तम् तथा च प्रकृत असमवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्धपदेन पूर्ववत् विषयतासम्बन्धं ग्रहीतुं शक्नुमः. इत्युक्ते पूर्ववत् इत्युक्ते यदा वयं प्रथम समवायिकारणस्य विषये दृष्टवन्तः किल असत्यम् अग्रे तदवच्छिन्न तद् अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता प्रत्यक्षनिमित्तकारणे घटरूपम् अस्ति घटरूपे अस्ति इति रूपे अतिव्याप्तिः तत्र अतिव्याप्तिदोषः भवति. मुख्यविषयः तत्र तद् अवच्छिन्न इत्युक्ते किं तद् इत्युक्ते किं तद् इत्युक्ते यदा किञ्चित् इति वयं दृष्टवन्तः किञ्चित् अवच्छिन्न घटप्रत्यक्ष इति किञ्चित् पदस्य स्थाने किम् उक्तं किञ्चित् पदस्य स्थाने विषयतासम्बन्ध ग्रहीतुं शक्नुं तर्हि विषयतासम्बन्ध अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति निमित्तकारणे घटरूपे अस्ति इति घट रूपे अतिव्याप्तिः भवति इति सारांशः. तर्हि अग्रे कार्यतायां समवायसम्बन्ध अवच्छिन्न अवच्छिन्नत्व उपादाने तु तत्रत्य कार्यता समवायेन न अवच्छिन्ना किन्तु विषयतासम्बन्धेन इति न अतिव्याप्तिः. तत्र यदा वयं निवेशयामः समवायसम्बन्ध अवच्छिन्न कार्यता निरूपितसमवायसम्बन्ध कारणता इति एतद् क्षम्यतां कार्यतायां यदा समवायसम्बन्धः इति वयं निवेशयामः तत्र किं भवति इत्युक्ते समवायेन कार्यता समवायेन न अवच्छिन्ना किन्तु विषयसम् यदा न निवेशयामः तदा विषयतासम्बन्धे अतिव्याप्तिः भवति इति दत्तम् तस्मात् एतत् पदं कार्यता अवच्छेदकसम्बन्धः इति वक्तव्यं नो चेत् विषयतासम्बन्धः तत्र तस्मिन् स्थाने आगच्छति तत्र अतिव्याप्तिः घटरूपे भवति इति कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं निवेशनीयम् इति आपतति बुद्धं कस्य प्रश्नः अस्ति वा बालसुब्रह्मण्यं महोदय साधु वा सः अस्ति वा अस्तु अग्रे सर्वं तर्हि सन्ध्या भगिनी पठति वा अग्रे कारणतायां कारणतायां समवायसम्बन्धावच्छिन्नत्वनुपादाने समवायसम्बन्धावच्छिन्नकार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्नकारणता इति लक्षणं भवेत् तथा सति समवायिकारणे एव अतिव्याप्तिः तत्र कार्यता समवायसम्बन्धावच्छिन्न कारणता परं तादात्म्येन अवच्छिद्यते तथा च किञ्चित् सम्बन्धपदेन तादात्म्यस्य ग्रहणे समवायिकारणे अतिव्याप्तिः कारणतायां समवायसम्बन्धावच्छिन्नत्व उपादानेन वारणं चापि भवति एतादृशसमवायिकारणं कारणत्वमेव अस्तु तावत्पर्यन्तं किञ्चित् वदामि. तर्हि एतावत्पर्यन्तं कार्यतायां तत्र यदि किञ्चित् सम्बन्धः इति अस्ति चेत् किं भवति इति दृष्टवन्तः. इदानीं कारणतायां यदि समवायसम्बन्धावच्छिन्नत्वम् इति न स्थापयामः तदा प्रथमविधसमवायिकारणस्य लक्षणं भवति समवायसम्बन्धावच्छिन्नकार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्नकारणता. तथा अस्ति चेत् तत्र समवायिकारणस्य लक्षणे अतिव्याप्तिः वा समवायिकारणे अतिव्याप्तिः भवति. किमर्थमित्युक्ते तत्र समवायिकारणे कार्यतासम्बन्धः अस्ति समवायसम्बन्धः अपि च कारणतासम्बन्धः अस्ति तादात्म्यसम्बन्धः. तर्हि तत्र किञ्चित् पदस्य स्थाने तादात्म्यसम्बन्धः तादात्म्यम् इति आगन्तुं शक्नोति तदा लक्षणं भवति समवायसम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता यद् लक्षणं समवायिकारणस्य अस्ति. अतः समवायिकारणे अतिव्याप्तिनिवारणार्थं कारणतायां तत्र किञ्चित् इति पदस्य स्थाने समवायसम्बन्धः तत्र आवश्यकः, तदा लक्षणं भवति समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता, तदा अतिव्याप्तिः निवार्यते, यतोहि समवायसम्बन्धे क्षम्यतां समवायिकारणे तु तत्र कारणता अवच्छिन्ना भवति तादात्म्यसम्बन्धेन. सम्यक्. अग्रे एतादृश एतादृशासमवायिकारणत्वमेव गुरुत्वस्य पतनं प्रति स्यन्दनं प्रति च द्रवत्वस्य निरूपितमस्माभिः मूलग्रन्थनिरूपणे तदिहापि अनुसन्धेयम्. तर्हि एतादृशम् इत्युक्ते प्रथमविध असमवायिकारणं, तादृश प्रथमविध असमवायिकारणत्वम् एव तत्र यत्र गुरुत्वस्य लक्षणे तत्र आद्यपतनसमवायिकारणं गुरुत्वम् इति यद् लक्षणं वयं पूर्वं दृष्टवन्तः, तत्रापि गुरुत्वम् इति तत्र किम् आद्यपतनं प्रति गुरुत्वम् असमवायिकारणम् इति सम्यक्. तर्हि तदेव प्रथमविधसमवायिकारणमस्ति गुरुत्वम् अपि च पतनम् इत्यस्य मध्ये सम्बन्धः. तथैव तत्र द्रवत्वम् अपि च स्यन्दनम् इति यद्वयं दृष्टवन्तः, तत्र आद्यस्यन्दनसमवायिकारणं द्रवत्वम् इति द्रवत्वस्य लक्षणं, तर्हि द्रवत्वम् अपि तत्र आद्यस्यन्दनं प्रति असमवायिकारणं भवति इति तत्र उदाहरणम् अस्ति. कथमित्युक्ते अग्रे अग्रिमपरिच्छेदे प्रायः घटसंयोगस्य उदाहरणं स्वीकृत्य साधु भवति. अग्रे पठतु एतादृशप्रथमासमवायिकारणत्वं बुद्धौ निधाय एव मूलकारेण कार्येण सह एकस्मिन् अर्थे समवेतम् असमवायिकारणम् इति लक्षणं कृतम्. एतन्मूलार्थः सम्यक् निरूपितः तत एव अवगन्तव्यः. तर्हि तर्हि प्रथमविधसमवायिकारणस्य यथा वयं पूर्वमपि दृष्टवन्तः तत्र लक्षणम् अस्ति, लक्षणम् इति न, परन्तु तत्र किं लक्षणमेव तत्र कार्येण सह एकस्मिन् अर्थे समवेतं सत् तत्र समवायेन कार्यं जनयति इति समवायिकारणस्य लक्षणम् इति उक्तमस्ति अत्र. कथं तत् कार्येण सह किं कार्यं किं कारणं कपालद्वयसंयोगः उदाहरणं स्वीकृत्य वदति वा? तत्र कपालद्वयसंयोगः अपि च घटम् इति यदि उदाहरणं स्वीकुर्मः तर्हि तत्र कार्यमस्ति घटः अपि च तत्र एकक्षणम् इदानीं मम तत्र कार्यं घटः अस्ति, तस्य अधिकरणमस्ति कपालः, अनन्तरं संयोगः अस्ति इदानीं तत्र तर्हि कार्येण सह एकस्मिन् अर्थे समवेतम् इत्युक्ते तत्र स्वसमवायि समवेतत्वसम्बन्धेन परम्परासम्बन्धेन कपालद्वयसंयोगः कार्ये घटे न एकक्षणं तत्र कार्येण सह एकस्मिन् अर्थे इत्युक्ते द्वयमपि इदानीं कपाले अस्ति. कश्चन भ्रमः जातः मम. घटः अपि कपाले तत्र समवेतः अस्ति, अपि च कपालद्वयसंयोगः अपि तत्र कपाले अस्ति, अतः कार्येण सह इत्युक्ते घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवेतं सत् तत्र कार्यं घटं जनयति कपालद्वयसंयोगः इति कपालद्वयसंयोगः घटं प्रति प्रथमविधसमवायिकारणम् अस्ति. सम्यक् अस्ति. एतत् एतत् निधाय अग्रे गन्तुं शक्नुमः. अग्रे द्वितीय असमवायकारणे कारणेन सह एकस्मिन् अर्थे इति भवति, अत्र कार्येन कथं भवति इति सन्ध्याभगिन्या सम्यक्तया उक्तं. कार्यं घटेन सह एकस्मिन् अर्थे कपाले अधिकरणे समवेतम् इति प्रथमविध असमवायकारणम्. अग्रे द्वितीयविध असमवायकारणं पश्यामः. तत्र बालसुब्रह्मण्यं महोदय अस्ति वा? अस्तु, विद्याभगिनी अग्रे पठति वा चित्रपटे? हा, चित्रपटे व्यभिचारात् द्वितीय असमवायिकारणे सम्बन्धपरिवर्तनं. द्वितीय असमवायिकारणे अस्ति किञ्चित् निरूपणीयं. तदादौ प्रत्याकलयाम् अस्तावत् पूर्वोक्तं पटस्य यादृशं रूपं तन्तुवायः अपेक्षते तादृशरूपवतः एव तन्तून् उपादत्ते. अतः तन्तुरूपं पटरूपं प्रति भवति कारणमिति लोकसिद्धम् एतत्. कार्यकारणयोः सामानादिकरण्यं परं न घटते. पटरूपोत्पत्तिः पटे भवति, तन्तुरूपं तु तन्तौ अस्ति. अतः तयोः सामानादिकरण्यनिर्वाहाय पटरूपं तन्तौ आनेतव्यं. तत्र परम्परासम्बन्धः भवति स्वसमवायी समवायित्वम्. अस्तु, तावत् वदति वा आरम्भतः? हा, प्रथमतया अत्र द्वितीय असमवायिकारणं किम् इति वदामि वा? अस्तु, इदानीम् अत्र द्वितीय असमवायिकारणस्य विषयः अस्ति. द्वितीय असमवायिकारणम् अत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं द्वितीयविध असमवायिकारणम् इति अस्ति. अत्र उदाहरणं स्वीकृत्य पश्यामः चेत् अत्र तन्तुरूपम् अस्ति, तन्तुरूपं तन्तौ अस्ति समवायसम्बन्धेन. अत्र तन्तुरूपमेव कारणं, कार्यमस्ति पटरूपं. तर्हि अत्र कथं सामानादिकरण्यं साधनीयम् इति प्रश्नः अस्ति. पटरूपं तु पटे अस्ति समवायसम्बन्धेन, तन्तुरूपं तु तन्तौ अस्ति समवायसम्बन्धेन. तन्तुरूपस्य कार्याधिकरणम् अस्ति तन्तुः, पटरूपस्य कार्याधिकरणम् अस्ति पटः. अतः अत्र सामानादिकरण्यं नास्ति. सामानादिकरण्यं साधनार्थम् अत्र परम्परासम्बन्धः इत्यस्य प्रयोगः करणीयः. इदानीम् अत्र पुनः एकवारं पश्यामः. अत्र तन्तुरूपं समवायसम्बन्धेन तन्तौ अस्ति, पटरूपम् इति गुणः पटे समवायसम्बन्धेन अस्ति. वयं जानीमः पटः तन्तुः द्वयोः समवायसम्बन्धः अस्ति. तन्तुः एव पटस्य समवायिकारणं. तर्हि इदानीम् अत्र पटरूपं कार्यम् इति स्वम् इति वदामः. पटः तस्मात् पूर्वम् आरम्भतः वदति वा तदादौ प्रत्याकलयामस्तावत्? अस्तु अस्तु, एकविषयः सारांशः अस्ति, एकविषयः शैली अस्ति, द्वयमपि अस्माभिः पठनीयम्. अस्तु अस्तु. आदौ प्रत्याकलायाम् अस्तावता पूर्वोक्तम् इत्युक्ते अत्र आकलयामः इति तत्र अवलोकयामः, पुनः अवलोकयामः, पुनः तस्मिन्नेव पूर्वमेव वयं दृष्टवन्तः, पुनः एकवारं पुनः अवलोकयामः. पटस्य यादृशरूपं तन्तुवायः अपेक्षते तादृशरूपवतः एव तन्तून् उपादत्ते. इत्युक्ते पटे यत् रूपं वयं प्राप्तुम् इच्छामः तादृशरूपवताः तन्तूनेव वयं स्वीकुर्मः. यदि वयं पटे नीलरूपं प्राप्तुम् इच्छामः चेत् नीलरूपतन्तुः एव वयं स्वीकृत्य पटस्य निर्माणं कुर्मः. अतः तन्तुरूपं पटरूपं प्रति कारणं. तत्र तादृशरूपवतः तस्य पदस्य का कीदृशं पदं तादृशरूपवतः? तादृशरूपवतः द्वितीयविभक्ति बहुवचने अस्ति, तन्तून् इत्यस्य विशेषणम् अस्ति, रूपवतः इति अत्र मतुप्रत्ययान्तम्. अतः तन्तुरूपं पटरूपं प्रति भवति कारणम् इति लोकसिद्धम् एतत्. इत्युक्ते वयं सर्वे जानीमः तन्तौ यत् रूपम् अस्ति तस्य आधारेण एव पटे अपि रूपं भवति इति सर्वे जानीमः इति प्रसिद्धमेव, सर्वेषां ज्ञानम् अस्ति तस्मिन् विषये. अत्र कार्यकारणयोः सामानादिकरण्यं परं न घटते. इति इदानीमेव वयं दृष्टवन्तः. तन्तुरूपं तु तन्तुरूपं कारणं, पटरूपं कार्यं, तन्तुरूपं तु तन्तौ अस्ति, पटरूपं तु पटे अस्ति, अतः सामान्याधिकरण्यं नास्ति. पटरूपोत्पत्तिः पटे भवति, तदेव पटरूपोत्पत्तिः पटे भवति, तन्तुरूपं तु तन्तौ अस्ति, अतः सामानाधिकरण्यं नास्ति. अतः तयोः सामानाधिकरण्यनिर्वाहाय पटरूपं तन्तौ आनेतव्यम् इति तन्तौ आनेतव्यम् इति अस्ति. अतः एव अत्र परम्परासम्बन्धः इति स्वीकृत्य अत्र कार्यकारणयोः भावः अत्र साधयामः. अत्र अग्रे पठामि वा अथवा पठतु भगिनि? तत्र परम्परासम्बन्धः इति तस्मात् अस्तु. तत्र परम्परासम्बन्धः भवति स्वसमवायि समवायित्वं, स्वम् इति पटरूपं, तत् समवायी पटः, तत् समवायी तन्तुः, समवायित्वं तन्तौ इति अनेन परम्परासम्बन्धेन पटरूपं तन्तौ आयातम्. अतः पटरूपस्य कार्यस्य तन्तुरूपेण कारणेन सह सामानाधिकरण्यं तन्तौ सम्पन्नम् इति न दोषः. इदमेव च बुद्धौ निधाय कारणेन सह एकस्मिन् अर्थे समवेतम् इति मूलपङ्क्तिः प्रवृत्ता. इह कारणपदेन यस्य कार्यस्य प्रकृते विचारः तत् समवायिकारणं ग्राह्यम्. पटरूपं च प्रकृतकार्यं तत् समवायिकारणं पटः, तेन सह एकस्मिन् अर्थे तन्तौ समवेतं समवायेन स्थितं तन्तुरूपं पटरूपस्य असमवायीकारणं भवति. अस्तु, अत्र परम्परासम्बन्धः भवति इति उक्तं. तर्हि कथं भवति परम्परासम्बन्धः इति अस्ति चेत्, अत्र पटरूपं कार्यं, तन्तुरूपं कारणं, पटरूपस्य समवायीकारणमस्ति पटः. तर्हि पटरूपमेव स्वम्. अत्र पटः स्वसमवायि इत्युक्ते पटः पटे पटरूपं पटे समवायिकारणेन अस्ति. पटः पुनः तन्तौ समवायिसम्बन्धेन अस्ति इति कृत्वा तत्र पुनः तत् समवायि पटस्य तत् समवायि तन्तुः इति समवायित्वं तन्तौ इदानीम् आगच्छति. पटरूपस्य स्वसमवायि समवायित्वं तन्तौ इदानीं परम्परासम्बन्धेन, तदेव अत्र कार्यतावच्छेदकसम्बन्धः, स्वसमवायि समवायित्वसम्बन्धः, कार्यतावच्छेदकसम्बन्धः. कारणता कारणमस्ति तन्तुरूपं, कारणतावच्छेदकसम्बन्धः. तन्तुरूपं तन्तौ समवायसम्बन्धेन अस्ति, तत्र कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः. तर्हि इदानीं वयं सामानाधिकरण्यं प्राप्तं. तन्तौ कार्यतावच्छेदकसम्बन्धः अपि अस्ति, कारणतावच्छेदकसम्बन्धः अपि तन्तौ अस्ति. तर्हि अत्र अत्र अत्र लक्षणवाक्यमासीत् कारणेन सह एकस्मिन् अर्थे समवेतम् इति. तत्र अत्र कारणेन अत्र कारणपदेन यस्य कार्यस्य प्रकृते विचारः तत् तत् समवायिकारणं ग्राह्यं. तर्हि अत्र पटरूपं कार्यं तस्य समवायिकारणमस्ति पटः. अतः कारणेन सह इत्युक्ते पटेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे तन्तुरूपं तन्तौ समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम् इति कृत्वा तन्तुरूपं पटरूपस्य द्वितीयविध असमवायिकारणम्. पटरूपं तु प्रकृतकार्यं, तत् समवायिकारणं पटः, तेन सह एकस्मिन् अर्थे तन्तौ समवेतं समवायेन स्थितं तन्तुरूपं पटरूपस्य असमवायिकारणं. तदेव अस्ति. सुन्दरं भगिनि. राजेन्द्र महोदय, साधु स्पष्टमस्ति वा? आं महोदय, स्पष्टमस्ति वा? पुनः वदति वा? प्रयत्नं महोदय. भगिनी तु बहु सम्यक्तया उक्तवती, अहं प्रयत्नं करोमि. अत्र द्वितीय समवायिकारणे अस्ति किञ्चित्. प्रथमं पठामि महोदय पुनश्च. अवश्यम् अवश्यम्. कारणे अस्ति किञ्चित् निरूपणीयं. कार्यं पटुरूपम् अस्ति, पटुरूपं पटे समवायसम्बन्धेन अस्ति, पटः समवायसम्बन्धेन तन्तौ अस्ति, अपि च तन्तुरूपं तन्तु अस्ति समवायसम्बन्धेन, परन्तु तत्र पटरूपं तन्तुरूपं समानाधिकरणं न भवति. तत्कारणात् तत्र किञ्चित् परम्परासम्बन्धः कल्पनीयः. यथा पटरूपं स्वं समवायसम्बन्धेन पटे अस्ति, सः समवायित्वसम्बन्धेन तन्तौ अस्ति. सः परम्परासम्बन्धः तेन सम्बन्धेन तत्र पटुरूपं तन्तुरूपस्य समानाधिकरणं भवति. समानाधिकरणं किं? समानाधिकरणं यत् पटुरूपं परम्परासम्बन्धेन, पटुरूपं तु समवायसम्बन्धेन पटे अस्ति, पटः तन्तौ समवायसम्बन्धेन अस्ति, तन्तुरूपं समवायसम्बन्धेन तन्तौ अस्ति, परन्तु पटरूपं तन्तुरूपं समानाधिकरणं न अस्ति. ईदृशी तत् कारणात् तत् किञ्चित् परम्परासम्बन्धः कल्पनीयः. पटरूपं स्वं समवायसम्बन्धेन पटे अस्ति, सः समवायित्वसम्बन्धेन तन्तौ अस्ति. पटः सम्बन्धेन सा परम्परासम्बन्धेन ते यथा तत् कुर्मः तदा पटरूपं तन्तुरूपं पटरूपं परम्परासम्बन्धेन तन्तौ अस्ति, तन्तुरूपं समवायसम्बन्धेन तन्तौ अस्ति, तत् समानाधिकरणं भवति. तथा कारणेन सह न एकस्मिन् अर्थे कारणेन सह यथा तन्तुरूपं स एकस्मिन् अर्थे तन्तौ संवेतम् इति पटरूपम् अस्ति समानाधिकरणं कृत्वा तत्र समानाधिकरणं तन्तुः समानाधिकरणं. पटरूपं कारणं किं? कारणेन सह इत्युक्ते कारणेन सह इत्युक्ते तन्तुरूपं न तन्तुरूपं मूलकारणं, किन्तु पटरूपं कारणेन सह एकस्मिन् अर्थे तत् कारणं किं? पटरूपस्य साक्षात् कारणं किं? पटरूपस्य साक्षात् कारणं तन्तु साक्षात् पटरूपं कुत्र समवेतः अस्ति? साक्षात् तन्तुरूपं तु तन्तौ अस्ति समवायसम्बन्धेन, पटरूपं परम्परासम्बन्धेन तन्तौ अस्ति. सत्यं, किन्तु पटरूपस्य साक्षात् कारणं किं? समवायकारणं किं पटरूपस्य? पटः तेन कारणेन, पटेन कारणेन सह एकस्मिन् अर्थे तन्तुषु तन्तौ अस्ति इति संवेद इति मूलपङ्क्तिः. अत्र पटरूपं कार्यं, कारणं पटं, पटः पटेन सह कारणेन सह तन्तौ एकस्मिन् अधिकरणे अस्ति, तन्तुरूपमपि तत्र तस्मिन् अधिकरणे अस्ति, तथा यथा भवता उक्तं समानाधिकरण्यं तत्र साधितं. साधु आम् आं महोदय. तत्र परम्परासम्बन्धः यथा भवता उक्तं तत्सर्वं तथा एव अस्ति. अन्येषां प्रश्नः अस्ति वा? साधु अस्ति वा? अस्तु, अग्रे रमप्रिया भगिनी, अत्र समानाधिकरण्याय अग्रिमपरिच्छेदः. अत्र समानाधिकरण्याय परम्परासम्बन्धः आदृतः, तदापि तु क्वचित् व्यतिरेकव्यभिचारो भवति. नानारूपवद्भिः तन्तुभिः जायमाने पटे चित्ररूपम् इति सप्तमं रूपम् उत्पद्यते इति दर्शितं रूपविभागग्रन्थे. तस्मिन् चित्ररूपे उत्पाद्ये व्यतिरेकव्यभिचारः भवति. अयं च व्यतिरेकव्यभिचारः कारण अभावे अपि कार्योत्पत्तिरूपः. इदानीं वयं परम्परासम्बन्धः समानाधिकरणन्याय वयम् आनीतवन्तः, स्वीकृतवन्तः परम्परासम्बन्धः. कारणेन सह एकस्मिन् अर्थे समवेतम् इति यदा द्वितीयसमवायिकारणस्थले वयं परम्परासम्बन्धः स्वीकृतवन्तः तदापि तु क्वचित् व्यतिरेकव्यभिचारो भवति. तत्रापि यदा समानाधिकरण्यम् आनीतवन्तः तदापि तत्र व्यतिरेकव्यभिचारः भवति. व्यतिरेकव्यभिचारः इत्युक्ते तद् असत्त्वे तत् सत्त्वम्. कारणं नास्ति चेदपि कार्यमस्ति. सत्यं कारणभावे कार्यसत्त्वं कार्यं व्यतिरेकव्यभिचारः भवति एव. अस्तु. नानारूपवद्भिः तन्तुभिः इत्युक्ते विविधवर्णैः तन्तुभिः जायमाने पटे यद् उत्पद्यमानं पटः अस्ति तत्र चित्ररूपम् इति सप्तमरूपम् उत्पद्यते. चित्ररूपम् इत्युक्ते मिश्रितरूपम् इति किल, पूर्वं वयं दृष्टवन्तः. मिश्रितरूपम् इति सप्तमं रूपं तद् उत्पद्यते यदा वयं रूपविभागे वयं दृष्टवन्तः. तस्मिन् चित्ररूपे उत्पाद्ये व्यतिरेकव्यभिचारः भवति. यदा पटे एतद् मिश्रितरूपम् उत्पाद्यते तदा व्यतिरेकव्यभिचारः, व्यतिरेकव्यभिचारः कारणं नास्ति तदापि कार्यम् इत्युक्ते पटं चित्ररूपेण तत् पटम् उत्पाद्यमानं भवति. अयं च व्यतिरेकव्यभिचारः कारणाभावे अपि कार्य उत्पत्तिरूपः. तदेव यदा कारणं नास्ति चेदपि चित्ररूपपटस्य उत्पाद्यं भवति कार्यम् इति तस्य उत्पादनम् इति व्यतिरेकव्यभिचारः. अस्तु, अग्रे सन्ध्या भगिनी पठति वा? तत्र तदत्र आमां तदत्र एवम् उदाहरामः. पीततन्तूनां पञ्चभिशतैः रक्ततन्तूनां पञ्चभिशतैः च पटः एकः उत्पन्नः. तैः च पटे उत्पन्ने अग्रिमक्षणे तत्र चित्ररूपमपि उत्पन्नं. परन्तु तस्य चित्ररूपस्य तत्कारणाभ्यां पीतनीलरूपाभ्यां यदा सामानाधिकरण्यं चिन्तयामः तदा आपतति क्लेशः. यत्र यत्र हि कार्यत्वेन अभिमतं कार्यतावच्छेदकसम्बन्धेन भवति तत्र तत्र कारणत्वेन अभिमतेन कारणतावच्छेदकसम्बन्धेन भवितव्यम्. न तु केषुचिदेव कार्याधिकरणेषु विद्यमानं कारणमिति व्यवह्रियते. कारणत्वनिकषेषु दर्शित एषः द्वितीयः निकषः कार्याधिकरणे सर्वत्र सर्वदा भाव्यमिति. तर्हि अत्र यदि उदाहरणं स्वीकुर्मः तत्र पञ्चशतं पीततन्तवः, पञ्चशतं रक्ततन्तवः इति स्वीकृताः, अपि च तैः एकः पटः निर्मितः. तदा किं भवति, पटनिर्माणस्य अग्रिमे क्षणे तस्मिन् पटे चित्ररूपम् आगच्छति. परन्तु यदा चित्ररूपम् आगच्छति चित्ररूपस्य कारणं तु तत्र पीत नील अत्र पीतरक्तरूपम् आवश्यकं किल, यतोहि रक्तं सत्यं सत्यं पीतनीलं. हा, तर्हि तत्र कारणं चित्ररूपस्य कारणं तु तत्र पीत तन्तवः अपि च रक्ततन्तवः. भगिनी महोदयेन गत शनिवासरे उक्तवान् पूर्वं यथा रक्ततन्तूनाम् अस्ति तत्र मुद्रणदोषः अस्ति, तत्र नीलरक्ततन्तूनां. सत्यं सत्यं, अग्रे अपि नीलवर्णः एव आगच्छति. तर्हि तस्य चित्ररूपस्य कारणं पीतरूपम् अपि च नीलरूपं, तद् तयोः यदि समानाधिकरण्यं यत्र चित्ररूपस्य अपि च पीतनीलरूपस्य तत्र यदि समानाधिकरण्यं यदि वयं साधयितुम् इच्छामः तत्र समानाधिकरण्यसाधने कश्चन क्लेशः भवति. किमर्थम् इत्युक्ते तत्र कार्यतावच्छेदकसम्बन्धः यत्र यत्र भवति तत्र कारणतावच्छेदकसम्बन्धः अपि भवेत्। तत्र न तु केषुचिदेव कार्याधिकरणेषु विद्यमानं कारणं, तर्हि कुत्रचिदेव केषुचिदेव तत्र कार्याधिकरणेषु एव कार्यम् कारणम् अस्ति, अतः तस्य कारणत्वं न स्वीकर्तुं शक्नुमः। तत्र सर्वत्र कार्य सर्वत्र कारणं भवतु, तदा एव वयं तस्य कारणत्वं स्वीकर्तुं शक्नुमः। यतोहि तत्र कारणत्वस्य तत्र निकषाः ये सन्ति, तत्र कार्याधिकरणे भवेत् कार्यस्य उत्पन्नस्य प्रथम पूर्वक्षणे अपि भवेत्, अपि च तत्र द्वितीयनिकषः यदस्ति तत्र कार्याधिकरणे सर्वत्र भवेत् इति। तर्हि तस्य द्वितीयनिकषस्य अत्र उल्लङ्घनं भवति इति क्लेशः आगच्छति अत्र चित्ररूपे विशिष्टतया इत्येव अत्र विषयः। द्वितीयस्य निकषस्य क्लेशः अस्ति इति भाति। अस्तु, तावदेव वर्गे पठितं, कस्यचित् प्रश्नः अस्ति वा? अग्रे पठनस्य इच्छा अस्ति वा, तत्र स्थापयामः वा? पठितुं शक्नुमः इति मम मतमस्ति। अस्तु, अग्रिमपरिच्छेदः अपि पठामः। विद्याभगिनी पठति वा? प्रकृते च चित्ररूपाधिकरणं स्वसमवायि समवायित्वरूपकार्यतावच्छेदकसम्बन्धेन पीततन्तुः स्वम् इति चित्ररूपं स्वसमवायि चित्रपटः तत्समवायि पीततन्तुः तादृशेषु सर्वेषु पीततन्तुषु चित्ररूपं वर्तते, परन्तु तत्र कारणं नीलरूपं नास्ति। पीततन्तौ पीतमेव रूपं भवेत् न नीलम् इति परम्परासम्बन्धेन कार्यमस्ति, कारणं नास्ति इति व्यतिरेकव्यभिचारः। यथा वयम् इदानीमेव दृष्टवन्तः अत्र चित्ररूप अधिकरणं स्वसमवायि समवायित्वरूपकार्यतावच्छेदकसम्बन्धेन पीततन्तौ, अत्र चित्रपटः अस्ति, तत्र चित्ररूपं चित्रपटे अस्ति समवायिकारणे। अत्र स्वम् इति चित्ररूपं स्वं, स्वसमवायि चित्रपटः, चित्रपटः पीततन्तौ अपि अस्ति नीलतन्तौ अपि अस्ति, चित्रपटः इदानीं पीततन्तौ अस्ति समवायिसम्बन्धेन। तर्हि अत्र चित्ररूपं पीततन्तौ वयम् आनयामः स्वसमवायि समवायित्व कार्यतावच्छेदकसम्बन्धेन पीततन्तौ। तर्हि अत्र पीततन्तौ चित्ररूपं वर्तते, परन्तु तत्र नीलरूपम् इति कारणं नास्ति। अत्र कारणं नास्ति परन्तु कार्यम् अस्ति, चित्रपटः इति कार्यम् अस्ति। चित्रपटे तु नीलरूपमपि अस्ति पीतरूपमपि अस्ति, परन्तु पीततन्तौ अत्र कार्याधिकरणे नीलतन्तुः नीलरूपं नास्ति। नील चित्ररूपम् अस्ति, पीततन्तौ चित्ररूपम् अस्ति, परन्तु तत्र कारणं नीलरूपम् इति कारणं नास्ति। अतः व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति परन्तु कार्यं चित्ररूपम् इति कार्यं जातम् इति। कार्यम् अत्र चित्ररूपम् इति चित्रपटः इति कारणं न, चित्ररूपम् इति कार्यं चित्ररूपम् इति कार्यम् अत्र कारणमस्ति, कार्याधिकरणमस्ति पीततन्तुः, तत्र नीलतन्तुः इति कारणं नास्ति। तादृशव्यतिरेकव्यभिचारः अस्तु, तावत् तत्र तावदेव पठितं, प्रायः अत्रैव स्थगयामः। किं प्रश्नः अस्ति वा अस्मिन्, यद्यद् अद्य उक्तं तस्मिन् किमपि विषये, कस्मिन्नपि विषये? सर्वं स्पष्टं सुन्दरमस्ति? प्रश्नाः न सन्ति चेत् प्रायः अत्र स्थगयामः। साधु वा, स्वीकुर्वन्ति वा? अस्तु तर्हि धन्यवादः, शुभरात्रि, बहु धन्यवादः, धन्यवादः, आगामिसप्ताहे मिलामः, धन्यवादः।